नमस्कारः. अस्माकम् आशीर्लिङ्ग् परस्मैपदे इति करपत्रम् अनुवर्तते. तर्हि गते सप्ताहे वयं दृष्टवन्तः, एकवारम् एक पुनः झटिति पश्यामः. अत्र आशीर्वादाते धातुभ्यः लिङ् प्रत्ययः भवति, लोट् लिङ् लोट् च लकारौ भवतः इति दृष्टवन्तः खलु. अनन्तरम् आर्तधातुकस्य इल् वला इड् वलादेः इत्यनेन यत्र वलादिप्रत्ययः अस्ति चेत् अत्र इडागमः भवति, किन्तु अस्माकम् अत्र तु अत्र यासुट् आगमः भवति इति कृत्वा यकारान्तम् अस्ति प्रत्ययः इति कृत्वा वलादि नास्ति, अतः इडागमः न भवति यत्र पर आशीर्लिङ्ग् परस्मैपदीनां विषये. अनन्तरम् आसीत् किम् अस्ति अत्र लिङ्ग आशिषि इति सूत्रेण आर्धधातुकसंज्ञकः भवति आशीर्लिङ्ग् इति. वयं लकारस्यैव आर्धधातुकसंज्ञा विधीयते पाणिनिः इति दृष्टवन्तः. तदनन्तरम् आसीत् अत्र प्रमुखविषयाः के के इति दृष्टवन्तः वयं. प्रथममासीत् धात्वादेशः इति वयं दृष्टवन्तः. उदाहरणार्थम् अस् धातोः स्थाने भू आदेशः अस्तिर्भुः इति सूत्रेण. अनन्तरं चक्षिङ् धातोः स्थाने ख्या इति आदेशः, चक्षिङ्यः ख्या इति सूत्रेण. अज् धातोः वि आदेशः भवति अजेर्व्यगयपोः इति सूत्रेण. भ्रू धातोः वच् आदेशः भवति भ्रुवो वच् इति सूत्रेण. हन् धातोः वध आदेशः भवति हनो वधलिङि इति सूत्रेण इति वयं दृष्टवन्तः. अनन्तरम् एजन्तानां तु आत्मं भवति इति दृष्टवन्तः. तर्हि आहत्य तु धातु आदेशाः तु षड् विषयाः एव सन्ति. अनन्तरं वयं प्रक्रियामपि दृष्टवन्तः यत्र यासुट् आगमः भवति इति. तदनन्तरम् अतिदेश इति विषये अग्रे अधुना वयं विषयं पठित्वा अग्रे सरेम. रामप्रिया भगिनी पठति, कृपया पठतु भगिनि. आं भगिनि, अतिदेशः प्राप्तं. लिङ्ग्लकारे यासुट् आगमः णित्वत् इत्युक्तं यासुट् परस्मैपदेषु उदात्तो णिच्च इति सूत्रेण, किन्तु तद् अग्रिमे सूत्रे किदाशिषि उच्यते यत् आशीर्लिङ्ग् स च यासुट् कित् भवति. अस्तु, अतः यासुट् परस्मैपदेषु उदात्तो णिच्च इत्यनेन लिङ्गि यासुट् आगमस्य णित्वं सामान्य अतिदेशः, किदाशिषि तस्य अपवादः. अस्तु, इदानीं तत्र लिङ्ग्लकारः तत्र यासुट् आगमः तु णित्वत् अस्ति, अतः तत्तु यासुट् परस्मैपदेषु उदात्तो णिच्च इति सूत्रेण भवति. तस्य अग्रिमसूत्रम् अस्ति किदाशिषि इति. तत्र तु उच्यते यत् आशीर्लिङ्ग् स च यासुट् कित् अपि भवति, णित् अस्ति, णित्वत् अस्ति इति तु उक्तम्. अग्रिमसूत्रं वदति यासुट् कित् अपि भवति इति. अस्तु, यासुट् परस्मैपदेषु उदात्तो णिच्च इति उत्सर्गसूत्रं सामान्यसूत्रं, तस्य तेन णित् आरोपितमस्ति. अनन्तरं किदाशिषि इति तस्य अपवादः. सूत्रं पठामि वा भगिनि? किमर्थं वयं कित्तम् आरोपयामः इति. वचिस्वपि यजादीनां किति इत्यस्य कृते एव कित्वम् आरोपितवन्तः. प्रथमं तु नित्वत् यत्र भवति नित्वं भवति तत्रैव सामान्यतया नित्वं कित्वम् उभयत्र सामान्यकार्यं भवति खलु. किन्तु वचस्वपि एजादीनां किति इति सूत्रेण तत्र सम्प्रसारणकार्यार्थं वयं कित्वम् आरोपितमस्ति इति गतिसप्ताहे वयं तस्मिन् विषये किञ्चित् चर्चितवन्तः. भगिनी गतिसप्ताहे न स्यात् इति. किदाशिषि इति सूत्रं, तत्र तु आशिषि लिङ्गः, क्षम्यतां, आशिषि लिङ्ग् यासु खित् लिङ्गः एव किल षष्टि. आशीर् लिङ्ग् लकारस्य परस्मैपदेषु प्रत्ययेषु यः यासुट् आगमो भवति सः कित् भवति. काशिकाकारो वदति यत् वस्तुतः प्रत्ययस्य एव कित्त्वं भवति आगमस्य कित्त्वप्रयोजन अभावात्, अतः फलितार्थः एवं यत् प्रत्ययस्य कित्त्वं. कित् प्रथमान्तम् आशिषि सप्तम्यन्तं द्विपदमिदं सूत्रं लिङ्गः सियु इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः यासुत् परस्मैपदेषु उधातो निच्च इत्यस्मात् परस्मैपदेषु यासुत् इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रम् आशिषि लिङ्गः परस्मैपदेषु यासुत् कित् इदानीं तत्र आशीर्लिङ्गि किं वदति इत्युक्ते परस्मैपदेषु एव यत् यासुत् आगमः भवति तद् कित् अपि भवति तस्य कित्वम् अपि भवति यासुत् इति यत् आगमः अस्ति तस्य कित्वम् अपि भवति तत्र काशिकाकारः वदति कित्वम् इति यद् यासुट् इति प्रत्ययः प्रत्ययस्य कित्वं भवति इत्युक्ते यासुट् इति टित् अस्ति टित् प्रत्ययस्य कित्वम् आगमस्य कित्वप्रयोजन अभावात् आगमस्य इत्युक्ते आगमः यासुट् इति किमर्थं किं वदति आगमः खलु अत्र सूत्रे तु उक्तमस्ति अनुवृत्तिसहितसूत्रमस्ति आशिषि लिङ्गः लिङ्गः यासुट् आगमः इति षष्ठी अस्ति आशिषि विषये इति सप्तमी विषये सप्तमी अनन्तरं लिङ्गः इति षष्ठी अस्ति खलु लिङ्गः लकारस्य परस्मैपदेषु तु पुनः परस्मैपदी आशिषि इति अस्ति सप्तमी अनन्तरम् अत्र यासुटागमः तु लिङ्गः इति अर्थम् दत्तमस्ति प्रत्ययस्य यासुटागमः तादृशयासुट् कित् अस्ति इति दत्तमस्ति यासुट् इति प्रथमाविभक्तिः कित् इत्यपि प्रथमाविभक्तिः अस्ति खलु तर्हि यासुट् इत्यस्य एव विशेषणमस्ति कित् इति भवति खलु तर्हि तादृशयासुट्यागम आगमस्य कित्वं किमर्थम् इति प्रश्नः उदेति खलु आगमः तु प्रत्ययः तु नास्ति खलु केवलम् आगमः इति शब्दः एव अस्ति खलु तर्हि तादृश यासुट् इति शब्दस्य कित्वम् आरोपितं भवति चेत् को लाभः किं प्रयोजनम् इति भवति खलु तर्हि अत्र काशिकाकारः वदति यत्र कित्वम् इति वयं वदामः साक्षात् तु आगमस्य नास्ति प्रत्ययस्य कित्वं भवति इति किमर्थम् इत्युक्ते यासुट् इति आगमः अपि प्रत्ययस्य भागः भवति खलु प्रत्ययस्य आगमः प्रत्ययस्य भागः भवति तर्हि आहत्य प्रत्ययस्य एव तत्र फलितं तु प्रत्ययस्य कित्वम् आरोपितं भवति पुनः प्रष्टुं शक्यते खलु अस्माभिः यासुट् आगमः आगमः अस्ति आगमस्य कित्वं प्रत्ययः तु कित् प्रत्ययः नास्ति खलु इति प्रष्टुं वक्तुं शक्यते खलु कित् नास्ति तर्हि किमर्थं प्रत्ययः कित् भवति चेदेव अस्माकं सूत्राणि वचिस्वपीजादीनाम् इति कार्यं भवति खलु तर्हि पूर्णप्रत्ययस्य कित्वम् इति अवगन्तुं शक्नुमः वा तत्र यदा यासुट् इत्युक्ते आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आगच्छति परन्तु यदा वयं कित्वम् इति वदामः चेत् तत्र पूर्णप्रत्ययस्य कित्वं न केवलम् आगमस्य इति अवगन्तुं शक्नुमः प्रत्ययस्य भागः भवति भागं भवति अनन्तरं पूर्णतया तादृश आगमसहितप्रत्ययस्य तु कित्वम् आरोपितं भवति समीचीनं भगिनि धन्यवादः भगिनी अपि महोदय उक्तवान् अतिदेश यदि भवति तत् अतिदेशस्य केवलम् एकं गुण आरोपितुं शक्नुमः सो यदि यासुट् परस्मैपदेषु धातुं मिच्च अस्ति तत्र ङित् आगच्छति इदानीं किदाशीषि यदि आगच्छति सो ङित् उपरि कित्वत् आरोप्यते सो तत्र द्वयो न तिष्ठति एकसमये इदानीं कित्वत् इति तिष्ठति किं भगिनि यासु परस्मैपदेषु धातु ङिच् तस्य ङित्वत् अस्ति किदाशीषि अनेन कित्वत् आरोप्यते तत्र इदानीम् अतः दत्तमस्ति प्रत्ययस्य, यथा रामप्रिया भगिनी उक्तवती यासु कित्वत् भवति, सम्पूर्णप्रत्यय कित्वत् भवति इति. अत्रापि लिङि यासु नित्वं भवति सामान्यतिदेशः, चिदाशिषि इति अपवादः अस्ति इति. अग्रे तर्हि मणिमहोदय कृपया. क्षम्यतां महोदय. महोदय लिङ् लिङ्लकारे प्रथम सेण्टेन्स् अस्ति किल, लिङ्लकारे यासुट् आगमः नित्वत् इति यासुट् प्रसुभदेशे निच्छति सूत्रेण. यदा शिष्ये अपि प्रत्ययः एव यासुट् आगमः इति, परन्तु अग्रिमसूत्रमस्ति खलु महोदय, यासुट् परस्मैपदातो निश्चय इति सामान्यसूत्रमस्ति. अनन्तरं यत्र नित्लकाराणां कृते अत्र किमस्ति, यासुट् आगमः भवति परस्मैपदे पदिविषये इति अस्तमस्ति खलु, यासुट् आगमः नित्वद् भवति इत्यपि अस्ति. आम् कदाचित् सूत्रमपि वदति यासुट् आगमस्य एव कित्वं भवति, तदेव किल. किन्तु आशीर्लिङ्गि आशीर्लिङ्गि एव न किं महोदय, तर्हि विद्युलिङ्गः यासुट् आगमः अस्ति, सः आगमः नित्वद् भवति यासुट् परस्मैपदा पदेषु धातु निच्छेति सूत्रेण. यत्र आशीर्लिङ्ग् भवति तत्र तु किदाशिषि इति बलवद् भवति खलु, अत्र तु प्रतिपदोक्तत्वम् अस्ति, अनन्तरं अपवादत्वं भवति खलु इति कृत्वा आशीर्लिङ्गे यासुट् आगमः चित्वद् भवति. धन्यवादः धन्यवादः. देयं यत् तृतीयाध्याये सर्वत्र एव सर्वत्र एते अधिकाराः अनुवर्तन्ते, प्रत्ययः परः च धातोः यस्य. आं तृतीय अध्याये सम्यक् दत्तम् अत्रि इत्यस्य अर्थः अहं चिन्तयामि. भिन्नः अस्ति चेत् वदतु महोदय. आशीर्लिङ्गे गुणनिषेधः अपेक्षितः अपेक्षते, यासु परस्मैपदे उदात्ते परस्मैपदेषु उदात्तो निच्च इत्यनेन यासुट् ङित् भवति, ङित्वात् किटि निति इत्यनेन गुणनिषेधः सिद्ध्यति. तर्हि कित्वस्य किमर्थम् आवश्यकता, कित्वेन न केवलं किटि निति इत्यनेन गुणनिषेधः सिद्ध्यति, अपि तु वचिसपि अजादीनां किति इत्यनेन सम्प्रसारणम् अपि च जागृविच्छिन्नल्सु अविच्छिन्नल्मित्सु इत्यनेन जागृधातोः प्रसङ्गे गुणः भवति न तु गुणनिषेधः. इदानीमेव भवान् उक्तवती किञ्चित् पूर्वम्. अस्तु महोदय, आशीर्लिङ्गगुणनिषेधः यस्य परस्मे गीत्वात् न ङित्वत् अस्ति चेत् गुणनिषेधः, कित्वत् अपि अस्ति अत्र गुणनिषेधः एव, परन्तु कित्वात् कित्वं भवति चेत् किदाशिषि इति सूत्रेण अत्र कित् अस्ति चेत् वचिस् अपि अजादीनम् इति सूत्रेण सम्प्रसारणं भवितुम् अर्हति यदा भवान् उक्तवती. अनन्तरं जागृवचिनालेषु इति सूत्रेण अपि जागृधातोः गुणः अथवा गुणः निषेधः अपि एव, गित्वत्वा अथवा कित्वात्वात् महोदय. अत्र सामान्यतया तु अत्र केवलं नित् इति एव स्वीकु, यदि किदाशिषि इति सूत्रं नासीत् तर्हि नित् भवति स्म, तर्हि वचिस्वपि इजादीनां किति इति वच् धातोः स्वधातोः इजादीनाम् अपि अत्र सम्प्रसारणकार्यं न भवति, किन्तु तथा न इष्यते. अनन्तरम् अन्यदपि अस्ति, प्रत्तु प्रथमं कार्यम् अस्ति, द्वितीयं कार्यम् अत्र महोदयेन यथा दत्तं जागृधातोः अत्र सामान्यतया यदि नित् अस्ति चेत् गुणनि किमस्ति अत्र गुणः अपि तु अत्र गुणनिषेधं भवति, नित् अस्ति चेत् गुणनिषेधं भवति, किन्तु अत्र कित् अस्ति इति कृत्वा गुणनिषेधः न भवति इति कृत्वा गुणं वयम् इष्यते, गुणकार्यम् इष्यते वयम् इच्छामः इति कृत्वा कित्वम् आरोपितं भवति इति. तर्हि विषयद्वयम् अस्ति अत्र इति वयं स्मृतवन्तः. वयं तु वचस्वपि जातीनां किति इत्यस्मिन् विषये गतसप्ताहे उक्तवन्तः, किन्तु जागृ अविच्छिन्न इति अन्यत् कार्यमपि अस्ति इति. जागृविचिनल् निट्सु जागृ धातोः गुणो भवति वि चिन् नल् नित् इत्येषां प्रत्ययानां पर्युदासे. वि इति प्रत्ययविशेषः, चिन् इति लुङ्लकारस्य, नल् इति लिट् लकारस्य, नित् इत्यनेन इत् समीक मकारः यस्य. वि ङित् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति. चिन् नल् इत्यनयोः विषये वृद्धि इदानीमपि भवति. अन्यत्र सर्वत्र गुणः भवति एव. अचुनिति किति इति इत्यनयोः अपवादः. वि च चिन् च नल् च ङित् च तेषाम् इतरेतरद्वन्द्वः विचिन्नल् ङित्सु विचिन्नल् लिङ् चिन्नल् ङितः न विचिन्नल् ङितः अविचिन्नल् ङितः तेषु अविचिन्नल् ङित्सु जाग्रषष्ट्यन्तम् अविचिन्नल्सु इत्यस्य ङित्सु सप्तम्यन्तं मिदेर्गुणः इत्यस्मात् गुणः इत्यनेन इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं जाग्रः गुणः अविचिन्नल्सु सूत्रं वदति जागृधातु गुणः भवति वि चिन् नल् नित् इत्येषां न भवति इति, अन्यत्र गुणः भवति इति सूत्रं वदति. महोदय वि इति प्रत्ययः, अन्यः अन्य अपि चिन्नल् चिन्नल् अपि प्रत्ययः एव प्रत्ययविशेषः इति दत्तमस्ति. इत्युक्ते किं वि इति तादृश निमिषं पश्यामः तस्मिन् विषये. अपि जानाति वा वि इति पूर्वमहं मया पठितमासीत् किन्तु अधुना नमस्कारः भगिनि, विलम्बः जातः. नमस्कारः. तत्र वर्गे अपि वि इति विषये शुकवनमहोदयेन पृष्टं तत्र, परन्तु महोदयः उक्तवान् इदानीं न स्मरामि, परन्तु विशिष्टप्रत्ययः अस्ति इत्येव जानन्तु इति. यदि भवती पश्यति चेत् तत्र वदतु भगिनि. वि इति साक्षात् प्रत्ययः एव अस्ति इति दत्तमस्ति अत्र बालमनोरमे. वि इति प्रत्ययं पश्यामि. वि शब्देन वादिप्रत्ययः गृह्यते इति प्रायः वादि वकारादि कानिचन प्रत्ययाः सन्ति इति मन्ये. तत्र तत्त्वबोधिनी मन्ये मध्ये गतमस्ति वि शब्देन वादिप्रत्ययः गृह्यते इति, वकारादिप्रत्ययाः सन्ति इति. अत्र पर्युदासि इत्युक्ते वर्जयित्वा इति खलु. जागृधातोः गुणः भवति, नित् अस्ति चेत् गुणः न भवति. तर्हि यदि आसोट् परस्मपदातो निच् इति आसीत् चेत् नित् यासदागमः नित् अस्ति इति कृत्वा गुणः गुणनिषिद्धं भवति, किन्तु वयं तद् न इच्छामः. अत्र आशीर्लिङ्गि तु गुणं भवतु इति कृत्वा वयं कित्वम् अत्र कित्वम् आरोपयामः आशीर्लिङ्ग् कृते. भगिनि एकः प्रश्नः, अस्मिन् सूत्रे कित् ङित् इति ङित्सु इति दत्तमस्ति, कित् इति न वदति निमित्तं भवेत् वा न भवेत् खादु. न अविचिन्नल् ङित्सु इति अस्ति खलु, गुणः भवति इति जागृततः तत्र गुणः न भवति साधु आम् आम् गुणः न भवति गुणः भवति भवति किन्तु विधिलिङ्ग् यदि अस्ति तत्र गुणः न भवति मम प्रश्नः अस्ति यदा भवती लिखितवान् कित् किदाशीष तस्य किं निवेशनमस्ति तत् कार्यं द्वयमस्ति एकसम्प्रसारणम् अन्य अस्ति जागरूचि गुणु तत्र गुणः भवेत् इति तत्र दत्तमस्ति किन्तु तत् इति नास्ति तत्र तत् न उक्तमस्ति तत्र सूत्रे जागरो विच्छु अस्मिन् सूत्रे कित् भवेत् इति न दत्तमस्ति साधु निमित्तं कित् कित्वम् आरोपितं भवति चेत् नित्वं नास्ति खलु नित्वं प्रभाति कित्वम् आयाति तर्हि गुणकार्यं भवति सम्भवति केवलं जागृदातोः कृते अन्यत्र तु गुणकार्यं भावितं भवतु केवलं गुणजागृदातोः गुणकार्यं भवतु इति वयम् इच्छामः अन्येषां धातूनां तु वयं गुणकार्यं न इच्छामः अस्तु आशीलिङ्गि तिङन्तव्यत् पादनविधिः अस्माभिः ज्ञायते यत् आर्धधातुकप्रक्रियायां धातुगणम् अनुसृत्य चिन्तनं न भवति यतोहि धातुगणविशिष्टविकरणप्रत्ययाः न भवन्ति अत्र तिङन्तरूपाणां निर्माणविधिः विशिष्यते धातोः अन्तिमस्वरम् अनुसृत्य सूत्राणाम् आयोजनं तादृशम् अतः प्रक्रियायाः आयोजनम् अपि तादृशं भवेत् तदर्थं यथा पूर्वम् आर्धधातुकप्रक्रियायां चिन्तनम् अजन्तधातूनां हलन्तधातूनां कृते विभक्तं तत्र पुनः उपविभजनम् अजन्तधातुषु आकारान्ताः इकारान्ताः ईकारान्ताः उकारान्ताः उकारान्ताः ऋकारान्ताः ऋकारान्ताः एजन्ताश्च उपविभजनं हलन्तधातुषु अधु उपधाः इदु उपधाः उदु उपधाः ऋदु उपधाः अवशिष्टाश्च इदानीं वयं जानीमः लिङ्गाशिषेण सूत्रेण आशिषलिङ्गे रस्य लिङ्गाशीषि इति धातुकविदित तस्य आर्धधातुक आर्धधातुकम् इति अध्यारोप्यते तत्र तिङ् प्रत्ययः यत्र आर्धधातुकप्रत्ययः आगच्छति अस्मिन् सूत्रे अस्मिन् लकारे आशीषलिङ्गे तत्र यत् आर्धधातुकप्रत्ययः भवति तत् धातोः अन्तिम स्वर किमस्ति अपि हल् धातु अजन्त भवति वा हलन्त भवति इति विधि विभजनम् इति निमित्तम् इति स्वरस्य कृते भवति स्वरं यदि अजन्तमस्ति तत्र पुनः तस्य विभजनं भवति अजन्तधातूनाम् आकारान्त अजन्तधातुम् अकारान्त न भवन्ति कारणकि अतो लोपनेन वयं पूर्वं दृष्टवन्तः अन्तिमकारस्य लोपः भवति सो तत् हलन्त एव भवति सो आकारान्त ईकारान्त ईकारान्त ऊकारान्त ऊकारान्त ऋकारान्त ऋकारान्त एजन्ता इति अजन्तधातोः विभजनं भवति सूत्रस्य अन्ते किं स्वर अस्ति तत् अनुसृत्य यदि हलन्तधातुः अस्ति हलन्त उपधायां स्वर कः अस्ति तस्य अनुसृत्य पुनः विभजनम् अस्ति अधुपदा ऋदुपदा अवशिष्टा च इति स्व धातुकप्रत्यया भवति तस्य प्रक्रिया धातोः विभजनम् अनुसृत्य भवति. अग्रे आशीलिङ्गपरस्मैपदी इति पाठस्य तिङन्तव्यत् व्युत्पत्तिविधिः चतुर्षभागेषु विभक्ता. पुनः सामान्य अजन्तधातुः हलन्तधातुः प्रथमं, द्वितीयमस्ति सम्प्रसारेण धातव यथा वयं दृष्टवन्तः वचि स्वपि यजि अपि गृहि व्याव्या इति सूत्रेण यत् सम्प्रसारणं भवति. अनदितं धातुः ये धातवः अनदित् अस्ति तेषां. चतुर्थमस्ति चुरादिगणीय धातवः पेनासे ऋजन्तधातवः. सो च पुनः आशीर्लिङ्गी परस्मैपदी ये धातवः सन्ति तेषां पुनः विभजनम् आगच्छति तेषां स्वभावानुसृत्य. सामान्य अस्ति सम्प्रासारणं भवति अनुदित अस्ति वा चुरादिगणीय पेनार्थे अस्ति इति. साधु आं श्रुतं भगिनि. आं भगिनि, भगिनि गते सप्ताहे चत्वारि पञ्चकार्याणि भगिनी उक्तवती खलु यत्र यदि प्रक्रिया भवति आर्धधातुक प्रत्यय आदेश चिन्तनीयं यथा लिङ्ग सिद्धलिङ्गप्रत्ययके धातु लकार प्रत्यय आदेश यथा लकार अनुसृत्य यथा लिङ्गाशीष इति यदि सूत्रेण प्रत्यय आगच्छति धातुः भवति. द्वितीयमस्ति धातु आदेश यथा अस्तेर्भू हन् धातो वध्रति धातु आदेशचिन्तनीयम्. इडागम इदागम यदि आर्धधातुके वल्लादे इति सूत्रेण यदि वल् प्रत्ययः आदौ अस्ति तत्र इडागम आगच्छति. अस्माकम् आशीषलिङ्गे धातुप्रत्ययात् सर्वे सिद्धतिङ्गप्रत्यय या इति आदौ सन्ति हलन्त् अस्ति. सो अत्र इडागमस्य चिन्तनं न भवति. अतिदेश किञ्च अतिदेशः भवति यदा किदाशीषनेन अतिदेशः आरोप्यते कित्वत् आरोप्यते. सो तत् अतिदेश इति चिन्तनं भवति. द्वित्वस्य अभ्यासकार्यं तदपि आशीलिङ्गि इति न आगच्छति द्वित्वस्य अभ्यासकार्यं. सो पञ्च इति कार्याणि द्रष्टव्यम्. अत्र तु भिन्नकार्यमस्ति किन्त केवलं त्रीणि कार्याणि भवन्ति प्रत्यय आदेश धातु आदेश अतिदेश इति त्रीणि कार्याणि. धातोः स्वभावमनुसृत्य सामान्यदातवः इति अनन्तरं सम्प्रसारेण अनिदिग्धातवः इति अनन्तरं निजन्तदातवः. पठामि वा महोदय. अत्र सामान्याः अजन्तदातवः हलन्तदातवः च. अजन्तदातवः आकारान्ताः एजन्ताः च दातवः. अत्र मूले आकारान्ताः एजन्ताः च दातवः मिलित्वा द्रष्टव्याः. यतोहि अशितिप्रत्यये परे सर्वे एजन्तदातवः आदेशोपदेशेशिति इति सूत्रेण आकारान्ताः भवन्ति. आशीर्लिङ्गि ये प्रत्ययाः धातुभ्यः विधीयन्ते ते सर्वे अशितः, अतः अत्र एजन्तदातवः आकारान्ताः भवन्ति. तर्हि प्रथमम् अत्र यथा भगिन्या उक्तं तत्र विभजनं कीदृशम् अभवत् इति. तत्र सामान्य अजन्तदातवः स्वीकुर्मः, परन्तु अजन्तधातुषु आकारान्ता धातुषु तत्र एजन्ताः अपि स्वीकार्यं भवन्ति. यतोहि तत्र एजन्ताः सर्वे आदेच उपदेशेशिति इति सूत्रेण तत्र आत्मं विधीयते सर्वत्र. यत्र अशितः भवन्ति प्रत्ययाः, अपि च आशीर्लिङ्गि तु अस्माकं तु सर्वत्र यासु प्रत्ययः आगच्छति, अतः तत्र शित् विषयः एव न भवति इति कृत्वा अत्र एजन्तदातवः आकारान्ताः भूत्वा सामान्य आकारान्तदातवः इव तत्र कार्याणि भवन्ति इति. तर्हि सामान्याः आकारान्तदातवः यत्र भवन्ति अत्र विशिष्टकार्यं तु किमपि नास्ति, येषां किमपि कार्यं नास्ति, केवलं धातुप्रत्ययोः मेलनम् एव भवति। यथा वा इति स्वीकुर्मः, तत्र सिद्धतिङ्प्रत्ययः वयं पूर्वं पठितवन्तः, तत्र केवलं मेलनं कृत्वा वायोगः यात् वायात्, तथैव पायोगः यात् पायात्, भायोगः यात् भायात् इति। तर्हि नवरूपाणि यात् यास्तां यासुः, याः यास्तं यास्त, यासं यास्व यास्म इति योजनेन वा धातोः वायात् वायास्तां वायासुः, वायाः वायास्तं वायास्त, वायासं वायास्व वायास्म इति रूपाणि निष्पन्नानि। परन्तु भगिनी, अत्र द्वित्रिवाक्यानि कुर्मश्चेत् समीचीनं भवति किल? केवलं मनसि यत् तिष्ठति इत्युक्ते भूयात् शुभदिनं भूयात्, नो चेत् एकमेव अहमपि सत्यं। परन्तु अन्यविषये किञ्चित् चिन्तयित्वा, गतिगन्धनयोः इति, टु गो टु ब्लो टु मूव् रेपिड्लि इति, ग्रीष्मकाले वाति इति क्रियापदं, वा इति अदादिगणीय क्रियापदं ददातु, तर्हि वायात् इति ग्रीष्मकाले किं वदति मां अत्र अर्थं शीतवायुः वायात्, समीचीनं वा? यतोहि तद् अप्राप्तस्य इष्टा किल, तत्र नास्ति इति मम इच्छा अस्ति प्राप्तव्यम् इति, तर्हि आशीर् शीतपानं पायात्। उपदेशे स्मारणार्थं केवलं वदामि, अत्र आदेशे उपदेशे अशीति इति अस्ति, अत्र अशीति इति नञ् अस्ति, तत्र अस्माभिः दृष्टम् आसीत् प्रसज्य प्रतिषेधः पर्युदासप्रतिषेधः इति। पर्युदासः इत्युक्ते यत्र किमपि प्रत्ययमेव न अपेक्षते, किमपि शून्यं गृह्णाति चेत् पर्युदास इति वदामः, अत्र तु तथा नास्ति, प्रसज्य अस्ति इति, इत्युक्ते किमपि प्रत्ययम् अपेक्षितं, प्रत्ययः अपेक्षितः यत् शित् नास्ति इति अवगन्तव्यः अस्ति। तादृशं न उक्तवन्तः भगिनि, यत्र प्रसज्य प्रतिषेधः इति उक्तवन्तः, अशिति इति वदामः किल, तर्हि अशिति इति वदनेन तत्र न शिति इति भवति चेत् तत्र नै समासः भवति, तर्हि तत्र न शिति इति वदनेन तत्र प्रत्ययस्य अपेक्षा एव नास्ति, परन्तु पर्युदासप्रतिषेधः इति कथनेन शित् भिन्न प्रत्यये परे अन्यप्रत्ययः तत्र आवश्यकः, तस्य नाम पर्युदास इति उक्तवन्तः, क्षम्यतां, प्रसज्य प्रतिषेधः अस्ति आदेश उपदेशे अस्ति इति, पर्युदास यत्र अस्ति तत्र तु किमपि न शून्यम् अस्ति अपि तत्र गृह्णामः, अत्र तु प्रसज्य अस्ति खलु, अत्र प्रसज्य अस्ति, परन्तु अहं तदानीम् अत्र लिखित्वा स्थापयितवती, यतोहि अहं नितरां तस्य विस्मरणं भवति इति कृत्वा प्रसज्य वदतु भगिनि किम् उक्तवती। न, तत्र शुकवनमहोदयेन किम् उक्तवान् इति अहम् एकवारम् अत्र लिखित्वा स्थापितवती, प्रसज्य प्रतिषेधः इत्युक्ते तत्र अशीति परे इति कथनेन तत्र न शिति इति, आदेश उपदेशस्यति इति प्रसज्य प्रतिषेधः अस्ति तत्र इति पुनः पृच्छामः चेत् यः कोऽपि प्रत्ययः यः शित् नास्ति तत्तु पर्युदास इति उक्तवान्, प्रत्ययः अपेक्षितः पर्युदासे, अत्र तु पर्युदासः न न न न न अस्ति अत्र, तर्हि अत्रैव शून्यं गृहीतुं शक्नुमः, अत्र शून्यं न गृहीतुं शक्नुमः, शून्यं गृहीतुं वयम् उदाहरणार्थं सूत्रं अनन्तरं वयं किम् अस्ति यङ्ग्लुक् इत्यस्मिन् वा तत्र पश्यामः, यत्र प्रसज्य प्रतिषेधः भवति इति मम स्मरणे, एकवारं दृष्ट्वा वदामि भगिनि, यतोहि अत्र प्रसज्य इत्युक्ते हि सेड् सो नो प्रत्यय एक्स्पेक्टेड्, पर्युदास प्रत्यय अदर् देन् शित् एक्स्पेक्टेड् इति उक्तवान्, परन्तु अहं तस्य तु विस्मरणं भवति एव. एकवारं दृष्ट्वा वदामि. प्रतिसप्तः एवं दृष्ट्वा मम मनसि स्थापितवती. आम् एतत् अत्र अधातु अर्थव आमाम् अर्थवत् अधातु प्रत्ययः प्रातिपदिकम् इति अस्ति खलु, तत्र अधातुः इति पर्युदासप्रतिषेधः इति दत्तमस्ति. आदेश उपदेशे अशिति अत्र प्रसज्य प्रतिषेधः न तु पर्युदातः, पर्युदातः इति दत्तम्. अनन्तरं पर्युदात इत्यस्य उदाहरणम् एतदेव उक्तमस्ति, पुनः अर्थवत् अधातु अधातुः प्रत्ययः प्रातिपदिकम् इति, अत्र तु पर्युदासप्रतिषेधः अस्ति इति दत्तमस्ति. करपत्रं प्रातिपदिकम् अधातुरप्रत्ययः, अत्र तु अप्रत्ययः इति कथनेन तत्र प्रत्ययस्य आवश्यकता एव नास्ति किल. यत्र एषः आत्मं तु भवति यङ्ग्लुकि अत्र प्रत्ययः एव न, प्रत्ययः एव नास्ति, अतः अस्य पर्युदासः न कर्तव्यः. आम् आम् भगिनी एव सत्यं साधु वदति इति मन्ये. प्रसज्य प्रतिषेधः इत्युक्ते शून्यं गृहीतं भवति इति सत्यं भगिनि. आम् अहं कथं स्मरामि इत्युक्ते अशिति इति कथनेन न शिति, सो नो प्रत्यय एक्स्पेक्टेड्, सो जीरो एक्स्पेक्टेड् आल्सो इस् एक्सेप्टेबल्. पुनः एकवारं इति स्थितौ वक्तव्यः चेत् तर्हि आदेश उपदेशे अशीति इत्यस्मिन् प्रसज्य अस्ति खलु, प्रसज्य, किन्तु अशित् इत्यस्य कथनेन यदि पर्युदासः अस्ति चेत् अशित् इत्यस्य कथनेन सादृश्यम् इत्युक्ते कश्चन प्रत्ययः अपेक्षितः यः भिन्नः स्यात् तत् पर्युदासः इति. कुत्र पठति भगिनी भवती इदानीं कुत्र पठन्ति? पर्युदासप्रतिषेधे सादृश्यम् अपेक्षितं, प्रसज्यप्रतिषेधे सादृश्यं न अपेक्षितम् इति अन्तिमवाक्यं दत्तमस्ति. आम् आं सत्यं भगिनी, भगिन्या तु उक्तमस्ति सत्यमेव. तस्य शून्यं भवति प्रसज्यप्रतिषेधे. कुतः पठितवती भगिनी? करपत्रमस्ति खलु 6A इत्यस्मिन् द्वितीयकरपत्रं प्रातिपदिकम् इत्यस्मिन् अन्तिमवाक्ये अग्रे मया दोषः उक्तः. अग्रे आकारान्तानाम् एकम् इति अस्ति पुष्पाभगिनी. अस्तु भगिनि, आकारान्त एत्वम् अस्तु. द्वादशानाम् आकारान्तानां धातूनाम् एत्वं भवति एर्लिङ्गि. सम्यक् अस्ति वा? अस्तु अस्तु. गुमस्ता जहाति सामानाम् एत्वं स्यात् आर्धधातुके कितिनिति लिङ्गि क्षम्यतां कितिलिङ्गि. गुमासागापजहातिसां हलि इत्यनेन येषां धातूनाम् आकारस्य स्थाने ईकारादेशः भवति स्म. प्रकृतसूत्रम् अस्य अपवादः. प्रकृतसूत्रं तद् न जानामि. ये प्रथमान्तं लिङ्गि सप्तम्यन्तं द्विपदमिदं सूत्रं गुमस्ता गापा जहाति सां हलि इत्यस्मात् गुमस्ता गापा जहाति साम् इत्यस्य अनुवृत्तिः दीङो निङो यु यु युरचि युरचि न यु युटचि युयचि युरचि युडचि एव युडचि किति किति कितिनिति इत्यस्मात् किति इत्यस्य अनुवृत्तिः अङ्गस्य आर्धजातके इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं गुमास्ता गापा जहाति साम् अङ्गस्य एः आर्धजातके किति लिङ्गि अस्तु एर्लिङ्गि वदति सामान्यसूत्रमस्ति जहाति सां हलि इति सूत्रं हलि यदि हलादि कित्नित् प्रत्ययः अस्ति चेत् ईकारः भवतु इति उदाहरणार्थं यक् प्रत्ययः कर्मणि भावे यक् आगच्छति खलु तत्र किं भवति दाधातोः दी भवति दीयते ईकारः भवति आकारस्य ईकारः भवति किन्तु तद् अत्रापि कित् अस्ति आशीर्लिङ्गे अपि यासुट् इति यत् आगमः कित् इति वयम् उक्तवन्तः तर्हि खलु तर्हि यासुट् इति यकारादि अस्ति कित् अस्ति किन्तु यत्र किति लिङ्गि केवलम् आशीर्लिङ्गि कृते किति किति आशीर्लिङ्ग् अस्ति खलु आशीर्लिङ्ग् इत्यस्य कृते ईकारं प्रभाद्य वयम् एकारं स्थापयामः अनेन सूत्रेण एर्लिङ्गि इति सूत्रेण किन्तु किमस्ति सामान्यविषयः अस्ति सर्वेषाम् एजन्तानां तु आत्वं भवति आदेशोपदेशे अशीति इत्यनेन किन्तु केचन आज् किमस्ति गुमस्तापा अकारान्तधातूनां के सन्ति भूसंज्ञकानां मा था गा पा जहाति तेषां किं भवति यद्यपि आकारान्ताः सन्ति तथापि तेषां एकारान्तत्वं प्राप्नुवन्ति इति एकारः प्राप्नुवन्ति इति तर्हि अग्रे गुमास्तापा जहाति सांहलि इत्यस्य प्रथमवाक्यम् अन्तिमवाक्यम् अस्तु गुमास्ता गापा जहाति सांस्थलि इति सूत्रं गुमास्ता गापाः आहोक् तद् अङ्गं न किमस्ति धातुः ओहाक् ओ गच्छति हा एव तिष्ठति न सा तु शो शो मूर्धन्य शकारः येषां धातूनाम् आकारस्य स्थाने ईकारादेशः भवति हलादि कित्नित् आर्धधातुकप्रत्यये परे अनुवृत्तिसहितसूत्रं गुमास्ता गापा जहाति सान् आतः अङ्गस्य ईत् हलि कितिनिति आर्धधातुके अस्तु तदेव इदानीं अग्रे पठामि अग्रिमपङ्क्तिमपि गोमास्ता गापा जहाति सां हलि इत्यनेन यक् प्रत्यये परे दा योगः यक् दीयते आत्मनेपदी अस्ति परन्तु परस्मैपदे आशीर्लिङ्गि एर्लिङ्गि इत्यनेन एत्वं न तु ईकारादेशः भवति दा योगः यात् दे योगः यात् तत्र दा तु दे आगच्छति एक एत्वम् आगच्छति देयात् देयात् अत्र आशीर्लिङ्गि देयात् आगच्छति यक् प्रत्यहारे दीया तत् तद् दीयते आत्मनेपदी तद् दीयते आगच्छति न दीयते इति कर्मणि कर्मणि प्रकृतसूत्रे आर्धधातुके कितिलिङ्गि इत्युक्तम् अस्य फलितार्थः परस्मैपदे आशीर्लिङ्गि एव अस्तु विधिलिङ्ग् सार्वधातुकत्वात् तस्य न भवति अस्तु किदाशिषि इत्यनेन आशिषि लिङ्गः परस्मैपदेषु एव कित्वम् अतः आत्मनेपदे न भवति हा अत्र हा तत्तु कर्मणि भावे दीयते इति आगच्छति दातु ईकारम् ईकार आगत्वा क्षम्यक् वदामि भगिनि अत्र एकारः भवति खलु अत्र एकारः भवति खलु ईकारः भवति परन्तु आशीर्लिङ्गिर्लिङ्गि इत्यनेन दातु दे आगच्छति देयात् इति आगच्छति विधिलिङ्ग सार्वधातुकस्य न भवति तदेव तदेव प्रथमतया विधिलिङ्ग वदति परे आशीर्लिङ्ग प्रथमं तु विधिलिङ्ग नास्ति भगिनि प्रथमं तु अत्र कर्मणि भावे प्रत्यये परे कर्मणि भावे लट्लकाररूपम् अस्ति दीयते इति यत्कृतेः इति खलु समानमस्ति यकारादि अस्ति कित्तपि अस्ति किन्तु यद्यपि यकारादि कित् अस्ति तत्रापि यकप्रत्ययः अपि यकारादि कित् अस्ति अत्रापि यकारादिप्रत्ययः यात् इति प्रत्ययः कित्त्वम् आरोपितमस्ति तथापि भेदः अस्ति रूपम् अत्र तु दीयात् इति घुमात् सापादः इति साम्भाले इत्यनेन भवति किन्तु यत्र परस्मैपदी आशीर्लिङ्गि भवति तत्र केवलं तस्य कृते विशिष्टसूत्रम् अस्ति इति कृत्वा ईर्लिङ्गि इत्यनेन एकारार्थत्वं अरुणा भगिनी अग्रे धादा गुदाप् इति संज्ञासूत्रं धादा धाता क्वा धाप् इत्यनेन दो दातातु दा भवति हृदय धा भवति देङ् धा भवति धेट् धा भवति हृदय दा दान् दा इति षड् धातवः भूसञ्ज्ञकः भवन्ति दान् हृदय टु ग्यू do to cut divide being to protect do die to hold bring up dhet to suck drink anena ete shad gusanak data vah cha ma sa ga pa pa ne ha sa iti dvadasa nam datu nam etam bhavati kiti lingi prateye pare okay there sutram asti धा धा द्वा धा अत्र षड् धातवः सन्ति ते धातवः प्रथमं दो मूलधातु धा लौकिक दुदाय् धा दे धा धेट् धा दुदाय् धा दान् धा इति दिगुसञ्ज्ञकः अस्ति ते गोसैन्यदातवः च मास्ता पागा पा पाने भवादिगणे हास्ता इति द्वादशानां धातूनाम् एतं भवति किति लिङ्गिप्रत्ययपदे किति लिङ्गिप्रत्ययपदे आशीर्लिङ्ग् एव भगिनि भगिनि भगिनि एकनिमिष तद् घुमा घूसंज्ञकदातवः इति किं वदति इति एकवारं केवलं संज्ञासूत्रमस्ति यद्यपि अत्र दा दा इति प्रक्रियायां पश्यति चेत् यद्यपि दो अस्ति धातुः प्रक्रियायाम् आदेशोपदेशीतिन धा इति प्राप्नोति. अनन्तरं सामान्यतया खलु, अनन्तरं धातु धा इति आकारान्त धा इति अस्ति. दे इत्यस्य अपि धा भवति, धे इत्यस्य पुनः धा एव भवति. यद्यपि ते सर्वे तु भिन्नभिन्न धातवः सन्ति, आहत्य ते सर्वे तु धा नो चेत् धा इति रूपं प्राप्नुवन्ति इति कृत्वा दाधा इति गृहीतं पाणिनिना. तर्हि ये धातवः दा इति रूपं प्राप्नुवन्ति, अनन्तरं धा इत्यपि रूपं प्राप्नुवन्ति, अत्र किम् अस्ति पञ्चदातवः, षड् षड् दातवः सन्ति खलु, तेषां सर्वेषां तु घूसंज्ञा इति दत्तमस्ति. इतोपि धातुद्वयं वर्तते, दै इति एकं धातुः अस्ति, दाप् इति अन्यद्धातुः अस्ति. तेष् तान् वर्जयित्वा इति वदनार्थम् अदाप् इति दत्तमस्ति. धातुद्वयं वर्जयित्वा किं वर्जयित्वा किं धातुद्वयं दैप् इति अनन्तरं दाप् इति धातुद्वयं वर्तते. तत् गुण किं दै दै तु चरादिगणेन दैप् इति अन्यद् धातुः भगिनि. दैप् इति एक वयं पूर्वं न पठितवन्तः तादृशधातुं वयं एते सर्वे विहाय इति वदनार्थम् अत्र अदाप् इति दत्तमस्ति. दै दाप् दैप् दाप् इति वर्जयित्वा इति अस्ति खलु, तर्हि तदर्थं दाप् इति दत्तम्. अन्ये सर्वे षड् धातूनां ग्रहणं दा धा इत्यनेन गृहं. दा इति रूपं प्राप्नुवन्ति दो देङ् दुदाय् इति धातवः तु दा धातु रूपं प्राप्नुवन्ति. अनन्तरं डुदाय् धेट् इति धातुद्वयं तु धा इति रूपं प्राप्नुवन्ति इति कृत्वा धा धा इति संज्ञा कृतं. धा धा धातुद्वयं ये धातवः सन्ति तादृशस्वरूपं प्राप्नुवन्ति, तेषां षड् षड्नामपि भूसंज्ञा भवति. अग्रे पठतु भगिनि. अनेन एते षड् घूसंज्ञकदातवः तु अत्र धातु दातवः च मास्ता गा पापानि भवादिगणे हासा ष इति द्वादशानां धातूनाम् एत्वं भवति कित्ति लिङ्गि प्रत्यये परे. उदाहरणं दा योगः याता देयात् इति रूपं निष्पन्नं भवति. अन्यरूपाणि देयात् देयास्तां देयासुः देयाः देयास्तं देयास्त देयासं देयास्व देयास्म इति किञ्चित् स्मर्तुं किञ्चित् प्रयत्नं कुर्मः वा. देयात् यात् यास्तां यासुः इति रूपाणि खलु, याः यास्तं यास्त यासं यास्व यास्म इति. पठामि भगिनि. पठतु भगिनि. एवमेव धा धातु धा युभयात् देयात् देयास्तां धेयासुः धेयाः धेयास्तां धेयास्तं धेयास्त धेयासं धेयास्व धेयास्म. वाक्यमपि वदति किं भगिनि भगिनि वाक्यम् एकं वाक्यम् उदाहरणवाक्यं के वक्तुमिच्छन्ति कृपया वदन्तु. भवती कर्णः इव दानं देयात्. मम मनसि अपि तदेव आसीत् भगिनि. अरुणा भगिनी मह्यं सुवर्णकुण्डलं देयात्. समीचीनं. अस्माकं मनः तु उत्तमम्. अग्रे मा दातु भगिनि माया देयात् स्ता धातु युभयात् स्थेयात् गा धातु यत् गेयात् पा धातु यात् केयात् हा धातु हेयात् सा धातु सा युगः यात् सेयत् सेयात्. ध्येयं यत् मा इत्यनेन मा मापने इत्येव ग्राह्यं मेङ् माङ् इति न गृह्येते यतोहि तौ द्वौ नेतृत्वा आत्मनेपदसञ्ज्ञकौ आत्मनेपदे लिङ्कित् नास्ति चिदाशिषि इत्यनेन केवलम् आशिषि लिङ्गः परस्मैपदेषु याशुट्कित् इत्युक्तम् अन्यच्च पादाथु इत्युक्तौ पापाने एव नाम भुवादि पिबति लति लतिरूपम् अदादिगणस्य पादातोः एतुं न भवति अतः तत्र पायात् एव भवति अत्र मा धातु केवलम् अस्तमा मापने एव करणीयं किमर्थमचेत् अन्यधातवः अस्ति मेङ् माङ् ते अपि न स्वीकरणीयम् आत्मनेपदसञ्ज्ञकौ तद् आगच्छामि अनन्तरम् अन्य च पादातुः पाने इति धातुः अदादिगणीयपादातुः एतं न भवति इति तत्र पा इति कथनेन रक्षति इति भवति पा रक्षणे अस्ति तस्य पायात् इति रूपम् अत्र तु पेयात् इत्युक्ते यत्र किमस्ति पेयासम् अहं दुग्धं पेयासम् अमृतं पेयासम् अमृतं पेयासम् अपि च अत्र परस्मैपदेषु एव एतानि रूपाणि आगच्छन्ति किल तर्हि यदि आत्मनेपदी रूपाणि भवन्ति इदानीं दा धातु देयात् इति भवति तत्र सिद्धतिं प्रत्ययः अपि भिद्यन्ते किल तर्हि तत्र अधुना वयं न पठामः अग्रे अत्र युदागमः चिन्तनं कृत्वा पुनः बृहत् दीर्घचिन्तनं कृत्वा अनन्तरं तादृशप्रक्रियां नष्टायापि पठामः महोदयेन कृतं वा तद् सर्वम् अस्माकं कृते भानुवासरस्य वर्गे वयम् आसीत् तत्र तु कृतवन्तः लेट् दातवः इति आवलिं पठितवन्तः किन्तु प्रक्रियां न आरब्धवन्तः अन्यत् केवलम् अत्र सेट् धातूनाम् आवलिः अनिट् धातूनां वेट् धातूनाम् आवलिं कण्ठस्थीकुर्वन्तु इति प्रयत्नं कृतवन्तः मम तत्तु आशीर्लिङ्गे आत्मनेपदीनां पदीनां रूपाणि न जानीमः खलु आं भगिनि वयं न जानीमः पदीनामपि न अग्रे पुनः रामप्रियभगिनी आं भगिनि अस्तु संयोगपूर्व आकारान्तदातवः अत्र विकल्पेन एत्वं भवति वाण्यस्य संयोगादेः वाण्यस्य संयोगादेः इति सूत्रेण घ्रा घ्मा म्ना श्ना श्रा घ्रा ह्रा ख्या प्राङ्या प्राद्वयमस्ति अस्तु इत्यादीनां विकल्पेन एत्वं घ्रा योगः यात् घ्लेयात् तस्य वाण्यस्य संयोगादेः इति सूत्रेण विकल्पेन एतम् अतः ग्लेयात् ग्लायात् इति रूपद्वयमस्ति अस्तु किमर्थं संयोगपूर्व आकारान्तधातुः इति कृत्वा सूत्रं पृथक्तया स्थापितम् अस्तु वाण्यस्य संयोगादेः घूमास्थादिभिः स्थादिभ्यः भिन्नानां संयोगादीनां धातूनाम् आकारस्य विकल्पेन एकारादेशो भवति आर्धधातुके किति लिङि प्रत्यये परे भूमास्थाधेर् अन्यस्य संयोगादे धातोरात् एत्वं धातोराथ एत्वम् वार्धधातुके किति लिङि आर्धधातुके एव भवेत् किल एत्वम् आर्ध वा इति वा आर्धधातुके किति लिङि अन्यस्य इत्यनेन घूमास्था घा पा जहाति भिन्नस्य अन्यस्य इति किं स्थेयात् स्था इति एकः एव तादृशधातुः गोमास्तादिषु इति कृत्वा स्थेयात् अन्यस्य आतः अङ्गस्य इत्यस्मिन् तदन्तविधिः संयोगः आदिर्यस्य सह संयोगादिः तस्य संयोगादेः वा अव्ययपदम् अन्यस्य षष्ट्यन्तं संयोगादेः षष्ट्यन्तं त्रिपदम् इदं सूत्रम् एर्लिङ्गि इत्यस्मात् एहे लिङ्गि इत्यनयोः अनुवृत्तिः आतो लोप इटि च इत्यस्मात् आतः इत्यस्य अनुवृत्तिः दीङ्गो युग युङ्गचि युडचि क्षम्यता दीङ्गो युडचि ङिति इत्यस्मात् किति इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अन्यस्य संयोगादेः आतः अङ्गस्य एहे वा आर्धधातुके किति लिङ्गि अस्तु आर्धधातुके किति लिङ्गि इत्युक्ते अस्माकम् आशीर्लिङ्ग् तत्र संयोगादेः आतः आकारान्तः यः संयोगादिः अस्ति तस्य अङ्गस्य एत्वं भवति विकल्पेन तत्र किमर्थम् अन्यस्य इति उक्तम् अस्ति चेत् अन्यस्य इति किं स्थेयात् था इति एकः एव तादृशधातुः गूमास्तादिषु इति कृत्वा स्थेयात् अन्यस्य किं भगिनि संयुक्त संयोगः अस्ति खलु सा इत्यस्मिन्नपि संयोगः अस्ति किन्तु सा इत्यस्य एकमेव रूपम् अस्ति घूम इत्यनेन एकं निश्चयेन भवति नित्यं भवति इति कृत्वा तद् वारणार्थम् अत्र अन्यस्य इति पाणिनिना प्रयुक्तं घूमास्था इति अग्रिमसूत्रमस्ति खलु एर्लिङ्गि इत्यस्य अग्रिमसूत्रं तर्हि घूमास्था इति वर्जयित्वा ये धातवः सन्ति तस्मिन् ये पतिताः सन्ति तान् वर्धयित्वा इत्युक्ते सा धातुं वर्धयित्वा अन्यस्य यत्र यत्र संयोगः अस्ति यस्य आकारान्तधातून् धातोः संयोगः अस्ति आतः संयोगादेः इति अस्ति खलु आकारान्तधातूनां संयोगादि तादृशधातूनाम् अङ्गस्य एकारस्य तु विकल्पेन एकारः भवति इति अत्र विकल्पेन एकारः भवति नो चेत् आकारः एव तिष्ठति इति तादृशमस्ति खलु आकारान्तधातूनां विकल्पेन एकारः इति कृत्वा आत्मं तिष्ठति अन्यत्र तर्हि ज्ञा इति स्वीकृत्य वाक्यं वदति किं भगिनि ज्ञा इति वा ज्ञा अस्तु ओ वाक्य अहं रूपम् इति चिन्तितवती ज्ञा ज्ञा एत्वं भवति चेत् ज्ञेयात् ज्ञायात् इति रूपद्वयम् अस्ति ज्ञा ज्ञाने किल मम सम्यक्तया व्याकरणज्ञानं ज्ञेयात् मम सम्यक्तया व्याकरणज्ञानं किन्तु अहं व्याकरणं ज्ञेयात् इत्युक्ते व्याकरणं स्वयं ज्ञेयात् इति भवति खलु ज्ञानं ज्ञेयात् किल ज्ञानं कुतः ज्ञेयात् ज्ञानमेव ज्ञानं प्राप्नुवन्ति इति किम् अत्र वाक्यं सम्यक् न भवति अर्थः न सम्यक् अस्तु अहं व्याकरणं ज्ञेयासम् नो चेत् अन्यत् रूपं न्यायासं न्यायासं तदेव अहमपि चिन्तितवती एतदेव वाक्यम् अन्यत् अन्यत् आसीत् पुष्करिण्यां स्नायासं स्नेयासं स्नेयासं भगिनि हा सत्यं तत्र परिगणितधातूनां नास्ति इति कृत्वा आकारः तिष्ठति परिगणितानां धातूनां यदि अस्ति तत्र ईकारः भवति नो चेत् आकारः किल ईकारः कुत्र भगिनि ईकारः तु गुमास्ता परिगणितधातूनां कृते एव ईकारः विधीयते अत्र तु अन्यत् हा तर्हि अत्र कुत्र किटिङ्ग् इति अत्र तु एतस्य अपवादः नास्ति खलु गुमास्तापा जहासि तां बलि इति अपवादः एतत् सूत्रं नास्ति खलु तस्य अनन्तरं नास्ति खलु? आम् आम्, तस्य अनन्तरमेव अस्ति, परन्तु तत्र 6466 गुमास्ता, यत्र गुमास्ता इति कारणेन ईकारः विधीयते. तदनन्तरं 6467 अपवादसूत्रम् ईकारस्य ईकारः न भवति, परन्तु एकारः भवति एर्लिङ्गि इति कारणेन. तदनन्तरं 6468 अस्ति वा अन्यस्य संयोगादेः इति. तर्हि अत्र घुमास्ता इति द्वादशधातूनाम् उल्लेखनमस्ति, तान् वर्जयित्वा अन्येषां संयोगादिधातूनाम् आकारस्य विकल्पेन एकारादेशो भवति. इत्युक्ते एकस्मिन् पक्षे आकारः एव अपि च एकारः इति. किन्तु अत्र किं मया अत्र किम् इष्टति इत्युक्ते ईत् इति अनुवृत्तिः नास्ति एव. सत्यम्. अपि च अत्र द्वादशधातवः नास्ति, अत्र भिन्नधातावः अत्र निर्दिष्टः किल. द्वादशधातुं वर्धयित्वा धन्यवादः. इकारान्त इति भगिनी, अहं वाक्यं रचितवती साधु अस्ति वा? अतिथि आगमन अतिथे आगमनं न ज्ञात् इति साधु अस्ति. अतिथेः आगमनं न ज्ञेयात् ज्ञायात् ज्ञायात् इति किं ज्ञा इति अहं न जानामि. अतिथि आगच्छति वा इति टु ब्लो औट् इति अस्ति खलु, टु प्ले अ कान्च् इति अस्ति. ज्ञादातु यदि ओ ओ ज्ञा इति आम् आम् आम्. अतिथेः आगमनं अहं न न्यायासं खलु, सः अतिथेः आगमनं न ज्ञेयात् ज्ञायात्. तत्र आशीर्वादः कथम् आगच्छति भगिनि? इच्छा इति इच्छा अस्ति न इति प्राप्तुम् इति अपि इच्छा अस्ति. Let him know that, you know, let I will bless him to know that he knows about the Atithi's agamanam iti arrival of the Atithi. Tadrsha asirvada bhavati kinte उद्देशः तु अस्ति खलु, नो चेत् विधिलिङ्ग् भवति खलु. इट् वास् लैक् यु नो लेट् हिम् नो इति अस्ति चेत् विधिलिङ्ग् भवति, नो चेत् लोट्लकारः अपि भवति सामान्यतया. अत्र तु आशीर्वादा ते अप्राप्तस्य इति दत्तमस्ति, सिक्स् आशयः किम् अस्ति अप्राप्तस्य इति अस्ति, सिक्स् आशीर्वादा ते इति अस्तु इति मम विचारः. गुरोः आगमनं मनसि एव ज्ञेयात् इति तादृशम् तादृशम् अनुभवः भवति. अत्र ख्या इत्यपि लिखितं किल भगिनी, तत्र चक्षिङ्गः ख्या इति एकं दृष्टवन्तः, तद् भिन्नं वा? तत्र तु यत्र चक्षिङ्ग् इति धातोः स्थाने ख्या आदेशवति रूप तत्र भिन्नम् अस्ति. अत्रापि ख्या आदेशः यत्र भवति आदेशस्य अनन्तरम् अनेन सूत्रेण प्रायः रूपद्वयं स्यात्. ख्या इति एकमेव धातु एकः एव धातुः वा इति सत्यं, किन्तु अर्थभेदः भवति खलु. चक्षिङ्ग् इत्यस्मिन् टु आर्टिक्युलेट् टु स्पीक् इति अर्थे भवति, अत्र ख्या इत्यस्मिन् तु टु किमपि टु बिकम् फेमस् इति अस्ति. तर्हि भवत्या यथा उक्तं तत्र चक्षिङ्ग् इति यत्र भवति तत्रापि समान रूपद्वयं स्यात् तर्हि तत्रापि खलु पश्यामः. दात्वादेशः भूत्वा तदनन्तरम् आकारः अस्ति इति कृत्वा विकल्पेन रूपं भवति इति रूपद्वयम् आं तथा अस्ति तत्रापि तथा ख्याया ध्येयात् इति टु स्पीक् लेट् हिम् स्पीक् औट् वेल् इति अर्थे यदि मूकः सम्यक् ख्यायात् मूकः सम्यक् ख्येयात् इति वक्तुं शक्यते. धातु वदा इदानीं अत्र तु मणिमहोदय विधानम् उक्तं क्ष्णा अहम् अहम् उक्तवती भगिनि पुष्करिण्याम् अहं स्नायासम् इति स्नेयासं नो चेत् स्नायासम् इति महोदय उकारान्त ईकारान्त उकारान्त ऊकारान्त च धातवः ईकन्तधातुप्रसङ्ख्ये आददातुक तिङ् प्रत्ययानां प्रभावेन सार्वधातु आदत इत्यनेन धातोः कः गुणः भवति स्म सर्वत्र तदा किदाशिषि इत्यनेन आशिषि लिङ् यासु कित् तेन च सम्पूर्ण तिङ् प्रत्ययः कित् तस्मात् कित् निति इत्यनेन गुणनिषेधः तिङ् प्रत्ययः ईकन्द धातोः सार्वधात्कार्थेन गुणः भवितुम् अर्हति परन्तु कृतानि कृताशि इति सूत्रं कृदाशिषि इति सूत्रेण यासिट् कित् भवति अतः सम्पूर्णतया कित्त्वं भवति किति इति चेदन गुणनिषेधः किन्तु समग्रं चिन्तनं यत्र भवति आशीर्लिङ्ग् प्रश्ने पदे एकत्र एव गुणः भवति कुत्र इति स्मारयति महोदय जागृदातुः कुत्र महोदय तत्रैव गुणः भवति जागृ जागृ आम् आम् अन्यत्र गुणः न भवति अन्यत्र कृत् सार्वधातुकयो दीर्घः इति सूत्रेण एते सर्वे धातवः दीर्घः भवन्ति यथा जि यः यात् जियात् हू यः यात् हूयात् भू यः यात् भूयात् अत्र भू दीर्घः तदेव तिष्ठति अनन्तरं सूत्रम् अकृत् सार्वधातुकयोः दीर्घः अजन्ताङ्गस्य दीर्घो आदेशः भवति यकारादिप्रत्यये परे किन्तु सहज प्रत्ययः कृत् समेकः अथवा सार्वधातुके चेत् न भवति अनुवृत्तिसहजसूत्रम् अचः अङ्गस्य दीर्घः इ आकृतसार्वधातुकयोः अजन्ताङ्गस्य आकृतसार्वधातुकयोः इति सूत्रेण अजन्ताङ्गानां धातोः अङ्गानां दीर्घः भवति अत्र कृत् सार्वधातुं नास्ति चेत् अन्यत्र पूर्वम् अस्माभिः एतदेव पूर्वं पठितम् आसीत् यत्र एकारादिप्रत्ययः आगच्छति स्मरति वा महोदय पूर्वं पठामि वा अस्तु महोदय न न पूर्वमपि एतदेव कर्मणि भागवती अपि पठितम् आसीत् तत्रापि समानकार्यं खलु आं महोदय तदेव अहम् अनुवर्तते भूयते इति रूपं भवति दीर्घः भवति अनन्तरम् अलिच्य वर्धति अर्हति अस्तु महोदय अचस्य अन्या पठातु वा आं महोदय धन्यवादः महोदय अनुवृत्ति क्षम्यतां महोदय पठति वा अनुवृत्तिसहितसूत्र अचः अङ्गस्य दीर्घ इ अकृतसार्वधातुकम् इति अचः अचश्च यत्र यत्र ह्रस्वः दीर्घः प्लुत्तः च उद्यन्ते तत्र तत्र अचः इति षष्यन्तपदम् आगत्य उपस्थितं भवति अनिवृत्तिसहितसूत्रं ह्रस्वदीर्घप्लुत्तैः अचः च अच् इति सर्वे ह्रस्वः वा दीर्घः वा प्लुत्तः वा अपि चेत् अपि षष्यन्तं भवति अचः आगत्य षष्टिरूपेण स्थानी इति भवति अति इति सम्यक् महोदय नास्ति वा अचः अङ्गे स्थानी भवति आम् आम् अजन्तम् अङ्गम् एतस्य अच् वर्णः स्थानी भवति इत्युक्ते ह्रस्व इकारः स्थानी भवति ह्रस्व इकारस्य स्थाने दीर्घ इकारः नो चेत् ह्रस्व उकारस्य स्थाने दीर्घ उकारः पुनः दीर्घ उकारः अस्ति चेत् तस्यैव स्थाने पुनः दीर्घः भवति अग्रे अपि अचश इति पूरयति किं महोदय क्षम्यतां अस्ति उक्तवान् किं महोदय किमपि न महोदय क्षम्यतां किञ्चित् अत्र डिले अस्ति भवतः दूरवाण्याः इति कृत्वा मध्ये मध्ये अहं पिबतामि भागं पूरयतु अक्षश्यति परन्तु गुरुधातोः मातृधातुः कृते परे वच् आदेश गुरुयोः यात् उच्यात् अत्र सम्प्रसारणं भवति गुरोः वचि गुरुवो वचिरादेशो भवति आतदातुकविषये अनवृत्तिसहितसूत्रं गुरुः वचि आतदातुके केन सूत्रेण सम्प्रसारणं धातु आदेशः प्रथमं भवति तदनन्तरं सम्प्रसारणं भवति केन सूत्रेण सम्प्रसारणं वचि सपि अजादीनामजि सूत्रेण वचि धातोः स्थाने उच् उकार आदेशः सम्प्रसारणं च इति उकारः अकारः स्थाने पूर्वरूपम् आदेशः इति भगिनी किञ्चित् व्याख्यान रचामः वाक्यानि निश्चयेन भगिनि माता सैनिकपुत्रं वदति युद्धं जीयाः साधु माता पुनः वदतु भगिनि माता सैनिकपुत्रं वदति युद्धं जीयाः युद्धं त्वं युद्धं जीयाः अस्तु समीचीनम् अत्र जीयाः जीयास्तं जीयास्त इति भवति खलु सर्वे जीयास्त भीष्मः वदति भवन्तः सर्वे जीयास्त इति क्षम्यतां यूयं जीयास्त इति भवन्तः जीयासुः अहं जीयासम् आवां जीयास्त वयं जीयास्मः अन्य अन्यवाक्य अन्य उदाहरणवाक्यानि सन्ति किम् अन्येषाम् भूयात् इति अस्तु भूयात् भूयास्थां भूयास्थां भूयास्थां भूयास्तु भूयास्व भूयास्मः सकारः नास्ति अस्ति भगिनि भूयार्थं भवति मध्ये तु मध्यमपुरुषे भूयास्ताम् इति खलु पृच्छामि भगिनि निष्पन्नप्रत्ययः तु यास्तां यासुः इति अस्ति खलु याः यास्तं यास्त किं वदति इति सिद्धलिङ्गप्रत्ययः भवति यास्तां यास्युः याः यास्तं यास्त यासं यास्व यास्म साधु इत्येव अहमपि उक्तवती खलु दोषम् क्षम्यताम् विरमामः समयः अपि धन्यवादः धन्यवादः धन्यवादः भगिनि भगिनि